नमो सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। उषा भगिनी सूत्राणि पठतु। आम् महोदय। तत्पुरुषः द्विगुश्च द्वितीयाशितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनात्तकलहनिपुणमिश्रश्लक्ष्मैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोडमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत् पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपय गृष्टिधेनुवशा वेहद्बष्कयणी प्रवक्तृश्रोद्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवाकलतिफलित बलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपादः पूर्वापरातरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्टी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिङ् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच। धन्यवादः भगिनि। धन्यवादः महोदय। गीताञ्जलि भगिनि समासान्तसूत्राणि पठति वा? आं महोदय। आं महोदय। तत्पुरुषस्याङ्गुलेः क्षम्यतां तत्पुरुषस्याङ्गुलेः सङ्ख्या व्ययादेः अहं सर्वैकदेशसङ्ख्यात् पुण्याच्च रात्रेः अह्नोहन् एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभयष्टच् गोरथद्वित्तलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंयोगोः ग्रामकौटाभ्यां च तक्ष्णः अतेषुनः उपमानादप्राणिषु उत्तरमृगपूर्वाच्च सक्ष्णः नावो द्विगोः अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकादछन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्याम् धन्यवादः भगिनि. अत्र सप्तमी तत्पुरुषसमास जायमानमस्ति. तत् पूर्वं तत्र इति अव्ययं तस्य सप्तमी अर्थे अस्ति कृत्वा तस्य तत्र भुक्तं तत्र पीतं तत्र खादितं तत्र कृतम् इति कृतान्त कृतन्तेन सह तत्र सप्तमी तेन इति कृतन्तेन सुपासः विभाषा तत्पुरुषसमासः इति अनुवृत्तिसहितसूत्रं पठितमस्ति. तत्र यदा सामी इत्यादि पूर्वमपि पठितमस्ति यत् अव्ययपूर्वपदमस्ति कृत्वा तत् प्रश्न उदेति समासादि प्रश्नमुत्तरं यत् यत् सूत्रै समस्तपदनिष्पदे तस्मिन् उत्तरपदस्य प्राधान्यं तत्पुरुषत्वात् तत्र केवलं केन कारणेन अव्ययीभावसमासे न स्थापितं किन्तु सप्तमी तत्पुरुषसमासे तत्र इति पाणिनिना केन कारणेन स्थापितम् इति प्रश्नमुच्चेति तत्र वदति यदि अव्ययीभावे स्थापितमस्ति चेत् केवलं नपुंसकलिङ्गम् एव तस्य रूपं भवितुम् अर्हति किन्तु अत्र न इष्यते इति अव्ययीभावसमासे प्राप्तेः पूर्वप्राधान्यमस्ति किन्तु सप्तमी तत्पुरुषसमासे उत्तरपदस्य उत्तरपदस्य अनुसृत्य लिङ्गं भवति इति कृत्वा परमद्वन्द्वतत्पुरुषयो परमलिङ्गं द्वन्द्वतत्पुरुषयो इति सूत्रेण लिङ्गं भवति इति कृत्वा षु पुरुषेषु लिङ्गे नपुंसकलिङ्गे रूपाणि सिद्धं स्थापयितुम् उष्पन्नं कर्तुं शक्यते इति कृत्वा तत्र इति सप्तम्यर्थे सप्तमी तत्पुरुषसमास अन्तर्भूतः सूत्रमस्ति. तदनन्तरं निन्दायां गम्यमाने क्षेपे इति निन्दा सूचक अर्थे इति सप्तमी तत्पुरुषस्य सूत्रमस्ति. तत्र शर्मला भगिनी पठति वा क्षेपे वा? आम्, क्षेपे निन्दार्थे गम्यमाने सप्तम्यन्तं पदं तान्तेन सह समस्यते तत्पुरुषसमासः च भवति. निन्दायाम् अयं समासः नित्यः भवति. क्षेपे इति सप्तम्यन्तम् एकपदमिदं सूत्रम्. सुभामन्त्रिते पराङ्गस्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक् कणारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सप्तमी शौण्डैः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः भवति. सः सुपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. तेनाहोरात्रावयवाः इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितं सहितसूत्रं क्षेपे सप्तमी सुप् तेन सुपासः तत्पुरुषसमासः. अत्र क्षेपे इति शब्दस्य वा निन्दार्थे क्षेपे इति शब्दः वा अथवा निन्दार्थे कोऽपि शब्दः अस्तु सप्तम्यन्तम् अस्ति चेत् निन्दार्थं सूचयितुं क्षेपे इति पदं सूचनार्थं दत्तमस्ति. क्षेपे इति स्वयं पदं न उपयुज्यते. पदं नास्ति. अस्तु अस्तु. अतः निन्दार्थे यः कोऽपि सुबन्तं भवतु तस्य सप्तम्यन्तं पदेन तस्य सप्तमी विभक्ति अपि च स्तान्तेन सह कृदन्तेन सह सप्तमी तत्पुरुषसमासः भवति. तत्र क्षेपे इति पूर्वपदम् अस्ति इति नास्ति, समस्तपदं निन्दार्थं भवितुम् अर्हति इति एव कारणमस्ति. अत एव क्षेपे इति सूत्रं पदं सूचयितुं कर्तव्यं. पूर्वपदं सप्त कोऽपि सप्तम्यन्तं पदम् उत्तरपदं यथा योजितं भवति समस्तपदं सिद्धं अस्तु समस्तपदस्य निन्दार्थं भवति समस्तपदस्य निन्दा गम्यमाने सति तस्य नित्यसूत्रं भवति क्षेपे इति सूत्रम् आधारीकृत्य. तत्र उदाहरणं पश्यति चेत् अवतप्ते नकुलस्थितम् इति अस्ति. अवतप्ते इति निन्दार्थं नास्ति, नकुलस्थितमपि निन्दार्थे नास्ति. किन्तु यदा समस्तपदं भवति अवतप्ते नकुलस्थितम् इति अलुक् भूत्वा अवतप्ते नकुलस्थितम् इति भवति. तत्र यतोहि अवतप्ते इति स्थापन तापस्य सूचनं भवति अवतप्ते इति यु लुक् अट् द वर्ड् अलोन् दट् इस् वेन् when the heat is there, that is the situation. Nakulasthitam means Nakulasthitaha iti kridanta padam asti. Tatra Nakulasthita kim asti? Just as a mongoose at a time of heat, it doesn't stay in one place, it keeps on jumping from the ground, it doesn't keep popping up. So that is being used as a simile or an example to show a person who is inconsistent in his at work. Right. So tateva tatya se udaharanam paditva tata avagamanam bhavati tatapi padam yatha avatapte nakulasthitam tavaitat. And ichni moon mongoose standing on the hot ground metaphorically said for an inconsistent person. अवतप्ते नकुलस्थितं तवैतत् चापलम् एतत् अनवस्थितत्वं तवैतत् इत्यर्थः. अत्र अवतप्ते नकुलस्थितम् इति यदि भवान् उक्तवान् ततः द्वयोः निन्दार्थे अर्थः नास्ति, परन्तु समस्तपदस्य सप्तमी विभक्तेः अलुक् भूत्वा अवतप्ते नकुलस्थितम् इति पदं भवति. तत्र कस्यचित् अनवस्थित्वम् इन्कन्सिस्टेन्सि अपि च चापलम् इत्यस्य कृते अवतप्ते नकुलस्थितम् इति शब्दस्य प्रयोगः भवति. तत्र समस्तपदस्य निन्दार्थम् उपयोगः भवति, अतः सप्तमी तत्पुरुषसमासः भवति. यथा अवतप्ते देशे नकुलाः न चिरं स्थातारः भवन्ति, तद्वत् अन्योपि यः अर्थान् आरभ्य न चिरं तेषु अवतिष्ठते तम् इति प्रति इदमुच्यते अवतप्तेन नकुलस्थितमिति. इदानीमेव वयं दृष्टवन्तः यदा अवतप्तः भूमि वा देशः अस्ति तत्र नकुलः स्थिरं न तिष्ठति, अतः तद् अवस्था इति निन्दार्थे इत्यर्थे यः कोऽपि कार्यम् आरभ्य चिरं तत्र न अवतिष्ठति न पूर्णं न करोति वा इति मन्ये. एतादृश पुरुषस्य कृते अवतप्तनकुलम् इति उपयुज्यमहे. यथा आतपे नकुलः इतस्ततः भ्रमति, तथैव एतस्य पुरुषस्य गतिः अपि अस्ति इत्यर्थः. अत्र कस्यचित् छात्रस्य पुरुषस्य निन्दा जायमाना अस्ति, कश्चन छात्रः स्वस्य चित्तस्य चञ्चलतायाः कारणेन एकस्मिन् गुरुकुले चिरकालं न तिष्ठति, एकं गुरुकुलं त्यक्त्वा अन्यत्र भ्रमति. अवतप्तयोगानि नकुलयोगः नकुलस्थितयोगस्सु क्षेपे इति सूत्रेण समासः विधीयते. अर्थं तु तदेव अस्ति. अद्यतनकाले तस्य ए डि एच् डि इति नाम भवति. आम्, ए डि एच् डि अस्ति तदेव. उमा भगिनी अग्रिमपठच्छेदं पठति वा महोदय? तत्र एकः प्रश्नः महोदय. पृच्छतु महोदय. अवतप्ते नकुलस्थितम् इति सप्रत्ययान्तं पदम्. सप्रत्ययान्तं पदम् इत्युक्ते भूतकालार्थकः भवति अपि, किन्तु अत्र भूतकालार्थे इति नास्ति भगिनि. कृत् कृदन्तक्ता कृदन्तेन योजनेन तत् गत्यर्थे गत्यर्थे गत्यर्थकः अस्ति. सो इट् कुड् बि फर् देण्टेन्स्. नो नो नो नाट् फर् नो नो गत्यर्थक वास् ओन्लि कर्तरि रैट् नाट् या सा प्रत्यय भूत भूतकाल या या सो अत्र नकुलस्थितम् इति तु नपुंसकलिङ्गं सा प्रत्ययान्तं पदम् इत्युक्ते भूतकालार्थकः भवति वा? न, कर्त्रार्थ अस्ति भूतकालार्थे इति नास्ति. यदा पठितः इति अस्ति चेत् तत्र किम् अस्ति? पठितः सः यतो भूतकालं सूचयति पठितः सस्य पठनम् अभवत्. यस्य पठनम् अभवत् सः पठितः इति. किन्तु भूतकालार्थं सूचयति चेदपि तत् व्यक्तिं सूचयति न? इत्युक्ते विशेषण अस्ति. आम्, विशेषणरूपेण अस्ति. अत्र विशेषणरूपेण तु अवतप्ते अस्ति इत्युक्ते अवतप्ते इति अधिकरणमस्ति. अवतप्ते इति सप्तम्यन्तम्. अवतप्तः इत्युक्ते यत्र तापः वर्तते अव इति अधिकरणार्थे अस्ति. अवतप्ते इति यत्र यस्मिन् प्रदेशे तापः अस्ति तस्य अवतप्तः इति तत्रापि ताप्रत्ययेन योजितमस्ति. तदपि कृदन्तमस्ति. तस्य सप्तम्यस्ति अवतप्ते इति. तत्र सप्तम्यर्थे हीटेड् रेडियेटेड् अवतप्ते नकुलस्थितं. सि अवतप्तः प्रत्यय. आम्, भूतकाल डजन्ट् हर्ट् एनिथिङ्ग् रैट् हियर् भगिनि? रैट्. लिङ्गेषु मेदे अवतप्तः अवतप्ता अवतप्तम् अति. तस्य सप्तमी अस्ति अवतप्ते इति. अवतप्ते अवतप्तयोः अवतप्तेषु नपुंसकलिङ्गे अस्ति चेत् अवतप्तं, पुल्लिङ्गमस्ति चेत् अवतप्तः. तथैव किन्तु वाट् डस् इट् से? इस् हीटेड् आर् रेडियेटेड् इर्रेडियेटेड् मेट् दिस् इस् द वाट् द meaning is given in the dictionary. So it's mainly used in the this particular example only, because they are also referring to the same example, avataptena nagulasthitam. Uma bhagini, patami. एतदर्थं प्रश्नम् उदेति तत्र आरभे पठतु परिचयतु. एकः प्रश्नः उदेति यत् कथम् अवतप्ति इति सप्तम्यन्तं पदं नकुलस्थितम् इति पदेन सह सप्तमी तत्पुरुषसमासः भवति, यतोहि क्षेपे इति सूत्रे सप्तम्यन्तं पदं पूर्वपदं स्यात्, उत्तरपदं सप्रत्ययान्तं स्यात्. अवतप्ते नकुलस्थितम् इति उदाहरणे तु उत्तरपदम् अस्ति नकुल इति, न तु सप्रत्ययान्तं पदम्. अत्र प्रश्नः अस्ति अवतप्ते इति सप्तम्यन्तं पदम् तस्मात् तत्पुरुषसमासः कुत्र अवतप्ते इति पूर्वपदम् अस्ति, क्षेपे इति पूर्वपदं, तदनन्तरम् अवतप्ते सोरि निःसक्षेपे अवतप्ते इति पदम् आगच्छति. किन्तु सप्रत्ययान्तं प्रत्ययान्तेन सह समस्यते. किन्तु अत्र अवतप्ते नकुलस्थितम् इति नकुल शब्दं मध्ये आगच्छति इति स्थिते अत्र सप्तमी तत्पुरुषः कथं भवति इति व्याख्यानम् अग्रे भगिनि. भगिने यद् उक्तं तत् तत्र पश्यतु क्षेपे इति न कुत्रापि न दत्तमस्ति, अवतप्ते इति क्षेपे नास्ति. नो नो क्षेपे अवतप्ते इति सप्तमन्तं न तदा नास्ति. क्षेपे इत्युक्ते निन्द्या निन्दार्थं गम्यमाने इति अर्थमस्ति. तत्र समस्तपदं यावद् भवन्ति तावदेव तस्य निन्दा निन्दाय रूपं सिद्धतं भवति. पृथक् अवतप्ते इति दृश्यते चेत् तत्र केवलं अवतप्तं प्रदेशम् अधिकरणम् इति एव अर्थमस्ति. तत् तत्र तु निन्दा न तत्र तु निन्दा नास्ति. अत्र अवतप्ते आगच्छति नकुलस्थितम् इति पदस्य योजनेन योजितः. प्रश्नः कः इति चेत् सूत्रं वदति तान्तेन युक्तं पदं समस्तसप्तमी तत्पुरुषं भवति इति. तत्र उत्तरपदं कृदन्तपदम् अवश्यं भवेत्, किन्तु नकुलस्थितम् इति समस्तपदमेव अस्ति. तत्र नकुलस्थितम् इति कृदन्तम् इति कथं स्थितः इति अस्ति चेत् अवतप्ते स्थितः इति अस्ति चेत् अवतप्ते स्थितः इति सप्तमितत्पुरुषसमासः भवितुम् अर्हति. किन्तु नकुलस्थितम् इति योजनेन नकुल इति पदं मध्ये आगच्छति. तत्रापि अत्र सूत्रस्य प्रसक्तिः अस्ति वा न वा इति एव प्रश्नः. तस्य कृते एकं परिभाषा अस्ति, तस्य विवरणं दत्तमस्ति अग्रिमपरिच्छेदे, पठतु. एतदर्थम् अत्र एका परिभाषा ज्ञातव्या. कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् परिभाषायाः अर्थः अस्ति यत् यत्र कृदन्तपदस्य ग्रहणं भवति तत्र कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति. गतिपूर्वकस्य कारकपदस्य ग्रहणं भवति अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य अपि सुबन्तेन सह समासः क्रियते. अर्थात् यत्र समासविधायकसूत्रेषु कृदन्तपदस्य उल्लेखः क्रियते तत्र न केवलं कृदन्तपदस्य ग्रहणम् अपि तु गतिपूर्वकस्य कारकपूर्वस्य च कृदन्तस्यापि ग्रहणं भवति. कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषा अस्ति. परिभाषायाः सहायेन यत्र तान्तपदं कारक तान्तपदस्य पूर्वे स्थित गति गति अथवा कारक कारकमपि ग्रहणम् इति तत् परिभाषा वदति. तस्मात् नकुलस्थितम् इति कारकपूर्वमपि स्थितम् इति तान्तपदेन सह गृहीतः. तस्मात् अत्र आतप्ते आतप्ते नकुलस्थितम् इति सप्तमी तत्पुरुषः इति वदति. आतप्ते इति सप्तमी तत्पुरुषः इति परिभाषा किं वदति? परिभाषा इति यत्र यत्र कृद्ग्रहणं भवति तत्र कृदन्तं गतिपूर्वकम् अस्ति चेत् अपि अथवा कारकपूर्वम् अस्ति चेत् अपि तस्य ग्रहणं कर्तुं शक्यते इति. गतिकारकपूर्वस्याम् इत्युक्ते गति इति संज्ञा अस्ति, प्रादेः इति निपातानां प्रापर अपसम अनु अव निस् निर् दुर् दुस् दि आङ्नि अधि अपि अति सु उत् अभि परति परि उप इति एकविंशति द्वाविंशति प्रादयः प्रादिगणे ये ये पदाः उक्ताः तेषां पूर्वमस्ति यत्र गतिकार गति अर्थं सूचयितुं पूर्वं स्थापयति चेत् तस्यापि गतिसंज्ञा भवति इति कृत्वा गतिका गतिपूर्वम् अस्ति कृदन्तस्य पूर्वं गतिसंज्ञा पदमस्ति यदा प्रापर इति अथवा कारकपूर्वम् इत्युक्ते येन कृदन्तस्य कारकः भवति तस्यापि कारकपूर्वस्य अपि ग्रहणं कर्तुं शक्यते कृत्ग्रहणे समये इति. तदेव तस्य सूत्रं. तस्य पूर्वमपि गति अस्य उदाहरणम् दृष्टमस्ति न नखैर्निर्भिन्नः इति. अत्र निर्भिन्नः इति पदं भिन्नः इति कृतन्तमस्ति तत्पूर्वं निर् इति गतिपूर्वकपदं योजयित्वा निर्भिन्नः इति स्थिते नखैर्निर्भिन्नः इति नखनिर्भिन्न इति रूपं सिद्धं भवति. तत्र गति इति गतिपूर्वकस्य उदाहरणमस्ति किन्तु अत्र कारकपूर्वस्य उदाहरणमस्ति नगुलस्थितः इति. अवगतं वा? अग्रिमपरिचयमपि पठतु भगिनी एव. एकमेव विषयमस्ति. गतिः इति काचित् संज्ञा वर्तते व्याकरणे. गतिः इत्युक्ते उपसर्गः इत्यतः ओ तत्पदिष्यते. गतिश्च इत्यनेन प्रादयः क्रियायोगे गतिसंज्ञाः स्युः. प्रादिगणे एते द्वाविंशति शब्दाः पठिताः. प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आ नि अधि अपि अति सु अभि प्रति परि उप एते एव प्रादयः इत्युच्यन्ते. प्रादयः क्रियायोगे गतिसंज्ञाः उपसर्गाः इति उपसर्गाः स्युः. ओ गतिसंज्ञा स्वरसुपसर्गः गतिपूर्वकस्य उदाहरणं नखैः निर्भिन्नः इति विग्रहेशते. नख निर्भिन्नः इति तृतीया तत्पुरुषसमासः सिद्ध्यते कर्तृकरणे कृता बहुलम् इति सूत्रेण. भिन्नः इति कृदन्तस्य नि इति गतिसंज्ञके योजिते अपि लखनीर्भिन्नः इति तृतीयापूर्वसमासः भवति. कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् इति परिभाषायाः सहायेन. अत्र गति एव उपसर्गः. इति सहि वा महोदय? गति गतिश्च इति संज्ञा अस्ति भगिनि. ओके, बट् द सेम् थिङ्ग् इस् मीन्स् फार् उपसर्ग आल्सो नो. तत्र एकम् एकसूत्रमस्ति प्रथमाध्याये, किं निर्देशं क्रियते चेत् एकमेव संज्ञा भवति इति, किन्तु केवलं प्रातिगणस्य द्वाविंशतिपदानां त्रीणि गति संज्ञा भवति. उषा भगिनी, रुमम्बत् सूत्र. आं महोदय, प्राग्रीश्वरानिपाताः चातयोसत्त्वे प्रादयः वन् फोर् एकसंज्ञा. ओ या याकडारात् एका संज्ञा, याकडारात् एका संज्ञा, आकडारात् एका संज्ञा, रैट्. 141 या सो आकडारात् एका संज्ञा किं वदति? तत् सूत्रात् आरभ्य कटारे कर्मधारय इति सूत्रपर्यन्तं यावदति एक एव संज्ञा भवितुम् अर्हति इति. किन्तु तस्मिन् अन्तर्गतः अस्ति गतिश्च, तत्र गति उपसर्ग प्राद् इति त्रीणि संज्ञा भवति द्वाविंशतिपदानां, प्रापरा अति तयोः त्रीणि संज्ञा भवति. प्रादि प्रादि अस्ति, उपसर्ग क्रियायोगे अपि अस्ति, गतिसंज्ञा अपि अस्ति. तस्य अपवादः अस्ति आकडारात् एका संज्ञा इति सूत्रस्य अपवादस्य उदाहरणमस्ति अपि. इति कारणेन गतिसंज्ञा अपि, यतोहि तस्य प्रादिगणसंज्ञा अस्ति, क्रियायोगे तु उपसर्गसंज्ञा भवति, किन्तु क्रियायोगे गतिसंज्ञा अपि भवति. तत्र क्रियायोगे इति गतिसंज्ञा कृते किं केवलं धातुः नास्ति, धातु उपयोगे उपसर्गसंज्ञा भवति, किन्तु क्रियायोगे इति उक्तत्वा धातु क्रियाया बोधनं भवितुम् अर्हति. यावत् शब्दानि सन्ति, यदा कृदन्तं भवति, या क्रिया धातु उपसर्गयोः योजनेन किमपि क्रियायोगस्य अर्थं बोधयति, तेषां पूर्वं प्रादि अस्ति चेत् तस्य गतिसंज्ञा भवति इति. महोदय, मम संशयः गतिसंज्ञा उपसर्गः, गतिसंज्ञा उपसर्गः नास्ति. गतिसंज्ञा उपसर्गसंज्ञा नास्ति. So, Pradigana is the Gana where these 22 are there. That is number one. So, the Gana Samnya Asti. Prapara Ityadinam. When it is used in the Dhadu Samyoge, that is, then that time it is called Upasarga. The same thing, when it is comes in Kriya Yoga, yada krit bhavatu ya trish bhavatu ya kimabhi Kriya Yogam sujayitam padamsya purvam abhi yojayitu ite tasya upasarga samtya na bhavati, tatra gadi samtya bhavati. Okay, okay. The items are same, but when it is used for something, it is called upasarga. When it is used for something, it is called gadi samtya. Am I right? So, in the latlakara, योजनसमये तस्य उपसर्गसंज्ञा भवति, किन्तु कृदन्तयोजनसमये तस्य गतिसंज्ञा भवति. सो अत्र नखै निर्भिन्नः इति पूर्वमेव वयं पठितवन्तः. अत्र भिन्नः इति कान्तपदेन सह निर् इति उपसर्गः योजयति. सो अत्र नखै निर्भिन्नः, निर्भिन्नः इति वार्ता एव नकैः सह समस्यते. तस्मात् तत्र तृतीयतत्पुरुषः इति कर्तृकरणे कृता बहुल किल सारि कृग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् इति सूत्रस्य सहायेन नकैः निर्भिन्नः तृतीयतत्पुरुषः इति विभज्यते. तत्र गतिसंज्ञस्य विवरणम् अस्ति. उषा धन्यवादः भगिनि. उषा भगिनी, तस्य कारकस्य उदाहरणं किमस्ति इति नकुलस्थित इस्य पठति वा? आम् महोदय. उषा भगिनी एकनिमिषम्, उषा भगिनी पठितुं शक्यते वा? मया पृष्टं. केन् यु रीड् आर् यु वाण्ट् टु लिसन्? ऐ केन् रीड्. वि आर् रीडिङ्ग् द समासप्रक्रियायां न या कारकस्य उदाहरणम् अस्ति अवतप्ते नकुलस्थितं तावत्. अस्तु, एकनिमिषं महोदय, एकनिमिषम्. कारकस्य उदाहरणम् ऐ डोण्ट् वाण्ट् टु डिनाइस् हियर् दट्स् वै. I was listening at where my husband was. Okay. Karakasya udaharanam. Avataptena. Avataptena nasti. Avatapte nakulasthitam. Tava etat. Avatapta yoga ni yoga nakulasthita yoga su. Ityatra. उत्तरपदम् अस्ति नकुलस्थितं, न तु केवलं स्थितम् इति. क्तप्रत्ययान्तशब्दः तत्तु स्थितम् इति. लेट् मी रीड् द होल् थिङ्ग्. तर्हि अत्र कथं क्षेपे इति सूत्रेण कथं क्षेपे इति सूत्रेण सप्तमी तत्पुरुषसमासः जातः इति चेत् उच्यते. जातः इति चेत् उच्यते. अस्तु, कृत् ग्रहणे गतिकारकपूर्व पूर्वस्यापि ग्रहणम् इति परिभाषया कप्रत्ययान्त तस्य स्थितशब्दस्य ग्रहणेन कारकपूर्वकस्य नकुलस्थितम् इति शब्दस्य अपि ग्रहणं भवति. स्थितम् इति भावे क्तप्रत्ययः, नकुलेन स्थितम् इति व्यस्तप्रयोगः. प्रयोगे नकुलस्थितम् इति तृतीयतत्पुरुषसमासः जायते. कर्तृकरणे कृताबहुलम् इति सूत्रेण तत् एकनिमिषः, सम्यक् न उक्तं. नकुलेन स्थितम् इति व्यस्तप्रयोगे नकुलस्थितम् इति तृतीयतत्पुरुषसमासः जायते. कर्तृकरणे कृता बहुलम् इति सूत्रेण पश्चात् कृद्ग्रहणे गतिकारकपूर्व पूर्वस्य अपि ग्रहणम् इति परिभाषया नकुलस्थितम् इति शब्दो इति शब्दः अपि क्तान्तः इति स्वीक्रियते क्षेपे इति सूत्रस्य कार्यार्थं. नकुलेन इति कर्ता अस्ति, स्थितम् इति क्तप्रत्ययान्तः भावे प्रयोगे उक्तः. यद्यपि स्थितम् इति कृदन्तं नकुलेन इति कर्तृकारकपूर्वकम् अस्ति, तथापि सप्तमी तत्पुरुषसमासः जायते. अस्याः परिभाषायाः बलेन अतः एव अवतप्ते इति सप्तमीतस्य नकुलस्थितम् इति क्तान्तेन सह क्षेपे इति सूत्रेण समासः विधीयते. अस्तु, one line itself. If I'm reading in the phone, I have to move the, because I have to expand the word. The letters are too small for me. I should really go to the... Okay. एतद् उदाहरणे अवतप्तेन नकुलस्थितम् एतत् अस्ति. तत्र व्यस्तप्रयोगमपि प्रयोगम् अवतप्तयोगः नी योगः नकुलस्थित योगः सु इत्यस्य इत्यत्र उत्तरपदं नकुलस्थितम् आगच्छति, न तु केवलं स्थितम् इति क्तप्रत्ययान्तशब्दः. तत्तु पूर्णतया नकुलस्थितं तदेव उत्तरपदम् आगच्छति. तर्हि अत्र कथं क्षेपे इति सप्तमी तत्पुरुषसमासः आगच्छति इति प्रश्नः उदेति इति अस्ति उच्यते. तदेव कृत् ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् इति परिभाषया तप्रत्ययान्तस्य स्थितशब्दस्य ग्रहणेन कारकपूर्वकस्य नकुलस्थितमिति शब्दस्य अपि ग्रहणं भवति. स्थितम् एव नकुल एतत् कर्तृकरणे कृत्करणे ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् एतद् परिभाषया कारकपूर्वकस्य नकुलस्थितं तद् अपि तत् शब्दम् अपि ग्रहणं भवति इति. तत्तु पूर्णतया नकुलस्थितं शब्दस्य पूर्णतया ग्रहणं भवति. स्थितमपि स्थितं तु भावे व्यक्तप्रत्ययः, नकुलेन स्थितम् इति व्यक्तप्रयोगे नकुलस्थितम् इति सम्यक्तया तृतीयतत्पुरुषः समासः अस्ति. परन्तु कर्तृकरणे तत्तु कर्तृकरणे कृता बहुलम् इति कृता तत्तु तृतीया अस्ति न तृतीया तत्पुरुषः आगच्छति. तत्पश्चात् एतत् कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् एतद् परिभाषय नकुलस्थितम् इति सत्समितपुरुष शान्तप्रत्ययः स्वीक्रियते क्षेपे इति सूत्रस्य कार्यार्थं. तत्तु क्षेपे निन्दार्थे तत् कारणात् क्षेपे इति सूत्रस्य कार्यार्थं तद् क्षान्तप्रत्ययः इति क्षान्तपदः नकुलस्थितं क्षान्तपदः इति स्वीकृत्यं नकुलेन इति कर्ता इति अस्ति, स्थितम् इति तप्रत्ययान्तभावे प्रयोगे उक्तः. तदेव तदेव यद्यपि तद् पूर्तया विवरणं कृतं तदपि तत्कारणात् उत्तरपदम् अस्ति. तत्र तृतीया तत्पुरुषगर्भसप्तमी तत्पुरुष भवति समासः भवति. तृतीया तत्पुरुषसमासः गर्भे अस्ति, सप्तमी तत्पुरुषसमासः पूर्वम् अपतप्ते नकुलस्थितम् अस्मिन् नकुलस्थितम् इति तृतीया तत्पुरुषसमासः भवति. तत्र कृत्करणे कृता बहुलम् इति बहुलत्वत् अस्ति, कर्ता कृता अथवा करणेन कृता इति द्वयोः अर्थ. यत्र कर्ता कृता इति नकुलः इति कर्ता अस्ति, कर्ता कृता स्थितः इति भावे ताप्रत्य अस्ति इति कृत्वा नकुलेन स्थितः इति नकुलस्थितम् स्थितः इति रूपं बद्धं भवति. अत्र नकुलस्थितम् इति तस्य द्वितीया रूपमस्ति नकुलस्थितम् इति. नपुंसकलिङ्गम् अपि प्रथम एकवचने नकुलस्थितम् अपि भवति. अवसप्ते इति पूर्वपदम् अस्ति, तस्य तत् सप्तमी तत्पुरुषस्य तत् सप्तम्यन्तं पदम् अस्ति पूर्वपदम्, तदेव तस्य योजनेन अवतप्ते नकुलस्थितम् इति समस्तपदं भवति, अवतप्ते नकुलस्थितम् इति. तत्र कृत्करणे कृत्ग्रहणे गतिकारकपूर्वस्य ग्रहणस्य कारकपूर्वस्य उदाहरणमस्ति नकुलस्थितम् इति, तदेव अस्ति. धन्यवादः. उषा भगिनी, समासप्रक्रियायां तत्पुरुषे कृति बहुलमिति तत्र आरभ्य. आं महोदय, समासप्रक्रियायां तत्पुरुषे कृति बहुलम् इति सूत्रेण अवतप्तयोगः ङि इत्यस्मिन् इत्यस्मिन् पूर्वपदे सुब्लुक् न भवति, उत्तरपदे तु सुब्लुक् भवति. अवतप्तयोगः इ इति स्थितौ गुणसन्धिं कृत्वा अवतप्ते इति भवति. तत्पुरुषे कृति बहुलम् इति सूत्रं वदति तत्पुरुषसमासे कृतन्ते उत्तरपदे सप्तम्याः बहुलम् अलुक् भवति, समस्तपदं भवति अवतप्ते नकुलस्थितम्. समस्तपदम् अवतप्ते नकुलस्थितम्, अवतप्तयोगः ङि नकुलस्थितं योगः सु इत्यस्मिन् कृते अवतप्त पूर्वपदस्य अवतप्तयोगः ङि इत्यस्मिन् पूर्वपद इत्यस्मिन् पदस्य ङि इति लुक् न भवति. तत्पुरुषे कृति बहुलम् इति सूत्रेण, तत्पुरुषे कृति बहुलम् इति सूत्रं वदति उत्तरपदं यस्य पदस्य उत्तरपदम् अस्ति, उत्तरपदे अस्ति तत्पुरुषसमासे कृतन्ते उत्तरपदे, कृतन्त उत्तरपदम् अस्ति चेत् पूर्वपदस्य लुक् पूर्वपदस्य विभक्तिप्रत्ययः लुक् न भवति इति तत्पुरुषे कृति बहुलम् इति सूत्रं वदति. कृदन्ते उत्तरपदे उत्तरपदं कृदन्तम् अस्ति, अवतप्त नकुलस्थितं नकुलस्थितम् आम् महोदय. तत्पुरुषे कृति बहुलम् इति सूत्रस्य विवरणमस्ति तत्पुरुषे समासविषये इति विषयसप्तमी अस्ति इति. तत्र कृति इति सूचयति कृति उत्तरपदम् अस्ति चेत्, कृदन्तम् उत्तरपदम् अस्ति चेत् पूर्वपदस्य विभक्तिप्रत्ययः लुक् लुक् न भवति, लुक् न भवति. बहुलम् इति यदा पूर्वं पठितं क्वचित् प्रवृत्ति क्वचित् अप्रवृत्तिदानं बहुधा वदन्ति बाहुलकं वदन्ति इति श्लोकमस्ति नास्ति, तत् मनसि स्थापयित्वा सर्वदा अथा नास्ति, कुत्रचित् लुक् दृश्यते चेत् तत् बाहुलकत्वात् आगतम् इति उदाहरणानि पठतु भगिनि. एवमेव प्रवाहे मूत्रितं नद्यां मूत्रत्यागः इति निन्दार्थे अस्ति. उदाहरणे प्रवाहे मूत्रितम् इति उदाहरणे मूत्रितम् इति कृतन्तपदं प्रवाहे इति सप्तम्यन्तपदेन समस्यते. अत्र कृग्रहणे पूर्वस्य गतिकारकापि कारकस्यापि ग्रहणम् इति वार्तिक इति परिभाषम् आवश्यकं नास्ति. मूत्रितम् इति तान्तपदेन साक्षात् पते तान्तपदेन प्रवाहे इति सप्तमीयन्तपदं समस्यते. प्रवाहे इति तत्पुरुषे कृति बहुलम् इति सूत्रेण प्रवाहे इति ङि प्रत्ययः अलुक् भवति. प्रवाहे मूत्रितं नद्यां मूत्रत्यागः इति निन्दार्थे अस्ति. भस्मनि हुतं भस्मनि हवनं करोति इति निन्दार्थे अस्ति. भस्मनि सप्तमी हुतम् इति तान्तपदं भस्मनि हुतं अत्रापि साक्षात् तान्तपदेन सप्तमी अन्तं पदं समस्यते, भस्मनिहुतं. भस्मनि इति हवनं, भस्मनि हवनं करोति इति निन्दार्थे अस्ति. अग्नि अस्ति चेत् हवनं न भवितुम् अर्हति, किन्तु भस्म अग्नि अपगच्छति तदनन्तरं भस्ममेव अवशिष्यते. तस्मिन् यः कोऽपि हवनं करोति तत् कार्यं सिद्धार्थं नास्ति, केवलं निन्दार्थम् अस्ति इति एव तस्य अर्थः. आं महोदय. उदके उदके विशीर्णं तव एतत् ड्रैड् इन् वाटर् फिगरेटिव्लि यूस्ड् फार् एनिथिङ्ग् अन्हर्ड् आफ् आर् इम्पासिबल्. उदके विशीर्णं इत्यस्मिन्नपि आरम्भस्य निष्फलता क्षेपः. निष्फलं यत् क्रियते तदेवम् उच्यते इत्यर्थः. एतेषु उदाहरणेषु सर्वत्र तत्पुरुषे कृति बहुलम् इति सूत्रेण पूर्वपदस्य विभक्तेः अलुक् भवति. उदके विशीर्णं, उदके विशीर्णं, उदके विशीर्णं, शीर्णं इति स्थान्तपदं, विशीर्णं इति गति, वि इति गतिशब्दः, विशीर्णं इति उदके इति सप्तमीयन्तं पदम्. उदके विशीर्णं अत्र कृत्ग्रहणस्य कृत्ग्रहणस्य गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषया गतिशब्देन वि इति गतिशब्दस्य शब्देन शीर्णं इति पदं साक्षात् भवति. उदके विशीर्णं इति शेप् शेपे निन्दार्थे अस्ति. उदके उदकेन शीर्णं न भवति, तत् कारणात् निन्दा अस्ति. आरम्भस्य निष्फलता, निष्फलता कारणात् शेपः. ओके. तत्पुरुषे कृति बहुलम् इति सूत्रेण पूर्वपदस्य विभक्तेः अलुक् भवति. उदके इति पूर्वपदस्य विभक्तिः दृश्यते. तत्र विशीर्णं पदं कथम् अस्ति इति उपसर्ग श्री दीर्घ ऋकारस्य ता शुष्कः अथवा विशीर्णा विदला ह्रस्वा वक्रा स्थूला जिद्वा कृता shattered, broken into pieces, wrecked, decayed, withered, rotten, dried up, dried, shrunk, shriveled, impaired, wasted. Idani. Itala napums vishirnam iti napumsakalingam asti, vishirna, vishirnaha iti pullingam. Okay. तत्र तदनन्तरम् अन्तिमसप्तमी सप्तमी तत्पुरुषस्य अन्तिमसूत्रमस्ति पात्रे संविदादयश्च. तत् निपातनम् अस्ति. अत्र पात्रादिकणे यदि यदि अत्र पश्यति चेत् गणपादः पात्रे संविदाति इति 2184 सूत्रस्य आधारेण पात्रसंविदा पात्रा बहुला उदम्बरमशका उदरकृमिः कूपकच्छपः इति आकृतिगणः अस्ति. तस्मिन् अन्तर्गतः बहूनि पदानि स्थापितानि अस्ति. तस्य केवलं निपातनं भवति पात्रे संविदातयश्च इति सूत्रेण आधारेण. तत्र प्रक्रिया किमपि नास्ति, अलौकिकविग्रहो वा किं वा इति केवलं कुत्र. किन्तु तस्मिन् अन्तर्गणे पदानां पश्यति चेत् कुत्रचित् अलुक् भवति, कुत्रचित् न दृश्यते. तदेव तस्य विशेषमस्ति. अत्रापि लौकिकविग्रहवाक्यं दत्तमस्ति, किन्तु केवलं सूचनार्थं दत्तमस्ति, पत्रायोग, अङ्गीयोग, समितायोग, अजस् इति. किन्तु सूत्रे किम् अस्ति? एतानि शब्दानि डैरेक्ट्लि यूनिट्. तत्र उदम्बरमशका इति पश्यते चेत् तत्र लुक् लुक् अभवत्, उदरकृमिः तत्रापि उदरे कृमिः इति तस्य सप्तमी लुक् भवति. किन्तु आङ्कनी कपदा, गृहे, गेहे इत्यादि, गोष्ठे, सर्वत्र अलुक् एव दृश्यते. कूपमण्डूकः, कूपे मण्डूकः इति तत्र लुक् भवति. नगरे काकः, तत्रापि लुक् भवति. I had sent any this thing to Vidyabhagini. This she said she will place it in the Karapatram, changing it. Like I found out that, you know, for each of the words she has given, wherever is given, all those words, some of them are not this thing changed. For example, there are rumor mongers, which is not mentioned in that. It's a, see, what is that? Makarina, Tiktika, Tiktiki. Now, see, Karne Tirittiri, Karna Tittibaha. Actually, see, it's like Tittiba is a word for cricket, you know, that what we call it, the one who makes very sharp sound, that bug or an insect, we call them cricket, which makes the sound during the monsoon season, continuous sound it makes, keeps making, but we don't know where it is, it is hiding. So like a cricket sounds in the ear, basically a nuisance maker, it's not even. Then there is another, Tirittira, is hissing in the ear, that is actually whispering in the ear, is tail wearing or rumor monger, this is the meaning for it. So I have sent this to her, she said she will place it in the Karapatra. So there finishes our Saptami Tatpurusha Samasa. You mean all those words were like that? Saptami Tatpurusha? Yeah, all those words, all the words are like that. See, that Udaharan, Patre Samedata, Samedadaya, Idi Gane, all these words are there. Patre Bhola is a parasite. Kupa Kachaba is a man without experience, like a Kupa Mantuga. Nagarakaka is a person who cheating others. It is not the Tirthakaka. Tirthakaka is the one who shifts from place to place. Place to place, okay. Whereas Nagarakaka is like cheating others. In the, you know, how the crow comes and snatches away from the hands of people, things like that. So that is indicated by Nagarakaka. Nagaravayasa is another name for the same thing. But both are samana meva. Grihe Shuraha is a pullinga pada. Gehe eva Shuraha anyatra Shuratva abhavasya tatatvam. Then Gehe Nardi, Goshta Shuraha, Goshte Padu. Some words are like that. Goshte Padu, Goshte Pandita, both are that. You know, they boast their knowledge, but the cowpen. They do that. Not in a sadas or panditanam sadasyena kutva. Goshte pragalbaha is a courageous in the cow's pen. So galbaha means showing his power for by beating the animals, but not when he is challenged by somebody else, he doesn't show that. Karna tittiba is like a cricket hidden in some corner, making the continuous nuisance sound, but we are not able to locate where the insect is hiding. Mm-hmm. never thought these kind of sounds existed in Sanskrit. Well, samasa, right? Uh-huh. Well, I guess in kathas and all that, not in Vedas, probably in writing in, not Vyasa, but the other people, the writers, you probably will see all this, right? Right. Nalada Mayanti or something, that kind of this thing. Yeah. Karna Churchura. Churchura is secretly whispering in the game. Previous so like one also like that. The previous word. What? The previous word also was like that. Yeah. That is Tirittira. Here is Churchura. Both are similar, I think. Koopa Churnaka, I couldn't find out anywhere. Basically, pound, the meaning is that one who pounds inside in a well. How can it be Churnaka is one who powders, one who does the churna, is powdering. In the Koopa Churnaka, is Koope Churnaka, Katambhavati iti Tasya. I couldn't find, locate anywhere. Astu. So we will do the last part of the thing is Yoga Vivagasya Vishaye. Sharmila Bhagini Padati Ma? Samasa Vidhayaka Sutreshu Yoga Vibhagasya Kalpana. Yaha Samasaha Vishishta Sangya Vinirmuktaha Saha Samasaha Kevala Samasaha Iti Uchyate. व्यवहारे सुबन्तस्य समर्थसुबन्तेन सह समासः भवति चेत् तत्र केवलसमासः इति उच्यते यत्र विशिष्टसमाससंज्ञा तत्पुरुषः द्वन्द्वः अव्ययीभावः बहुव्रीहि च न विधीयते तत्र केवलसमासः इति उच्यते अतः यत्र वयं ग्रन्थेषु इत्यादयः सुबन्तानां समासः पश्यामः परन्तु तस्य कृते किमपि तत्पुरुषद्वन्द्वव्ययीभावबहुव्रीहि समासविधायकसूत्रं नास्ति अतः तेषां एते संज्ञः न स्युः तत्र केवलसमासः भवति इति वदामः यत् भूत्पूर्वः इति समासः तस्य विदः पूर्वं भूतः इति अस्ति अयं केवलसमासः यतोहि अत्र किमपि विशिष्टसमासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते केवलसमासः सह सुपा इति सामान्यसूत्रेण विधीयते काव्येषु अथवा शास्त्रेषु बहवः समासाः दृश्यन्ते एते समासाः शिष्टैः प्रयुक्ताः अतः कथञ्चित् तेषां साधुत्वं साधनीयं भवति परन्तु तेषां साधुत्वं प्राप्तुं समासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते अतः एव एतेषां समासानां समर्थनं सहसुपा इति सामान्यसूत्रेण क्रियते अपि च तेषां नाम केवलसमासः इति अत्र पुनः तदेव दीयते केवलसमासः इति सामान्यनाम भवति अपि च तस्य सूत्र अस्ति सहसुपा तत्र तु समस्तपदानाम् उपयोगः दृश्यते काव्येषु ग्रन्थेषु शिष्टैः प्रयुक्तः परन्तु तत्र समासविधायकसूत्रं नास्ति अतः सामान्यरूपेण तत्र सः सुपा इति उक्त्वा शिष्टप्रयोगः अस्ति चेत् केवलसमासः इति वक्तुं शक्यते परन्तु केचन वैयाकरणाः वदन्ति यत् एतेषां समासानां समर्थनं विधायकसूत्रे एव योगविभागं कृत्वा समर्थनीयम् इति अतः एव केषुचित् ग्रन्थेषु तत्पुरुषसमासविधायकसूत्रेषु नाम द्वितीय आरभ्य सप्तमीपर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते योगविभागः तु वयं पूर्वमपि दृष्टं केचन वैयाकरणानां मते सः सुपा इति न प्रयोक्तव्यं, केवलसमासः इत्युक्ते ये एतादृशाः शब्दाः सन्ति तेषां ये यानि तत्पुरुषसमासविधायकसूत्राणि सन्ति तेषु एव योगविभागं कृत्वा समर्थनं करणीयम् इति. अस्य कारणम् इदं यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः, तेषां समर्थनं द्वितीयाश्रतातीतपतितगतात्यस्तप्राप्तापन्नैः तृतीयात्र तत्कृतार्थेन गुणवाचनेन चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन सप्तमी शौण्डैः इति एतैः सूत्रैः न सम्भवति. यतोहि एतेषु सूत्रेषु श्रितबलिभय इत्यादिभिः शब्दैः सह एव समासस्य विधानं क्रियते. अतः एतेषां सूत्राणां विभजनं कृत्वा विविधानां तत्पुरुषसमासप्रयोगाणां समर्थनं भवति. एतादृशविभजनस्य नाम योगविभागः इति कथ्यते. अत्र द्वितीय तत्पुरुषसमासात् आरभ्य सप्तमी शौण्डैः इति सूत्रपर्यन्तं यानि द्वितीया तृतीया चतुर्थी पञ्चमी च सप्तमी तत्पुरुषसमासानां सूत्राणाम् आवली दत्तमस्ति तेषु विशिष्टशब्दानां प्रयोगः भवति. अतः विशिष्टसमस्तपदानामेव समस्तपदं कर्तुं शक्यते, परन्तु शिष्टप्रयोगे तु अनेके बहु तत्पुरुषसमस्तपदाः प्रयुक्ताः. अतः एतेषां सूत्राणामेव विभजनं कृत्वा तस्य समर्थनं करणीयम्. एतादृशविभजनं योगविभागः इति उच्यते. अग्रे अपि पठामि वा? यथा द्वितीया श्रितातीतपतितगतात्यस्तत्प्राप्तापन्नैः इति सूत्रे द्वितीयान्तं सुबन्तं श्रित अतीत पतितगत अत्यस्तप्राप्त आपन्न एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते. अतः एव अस्य सूत्रस्य योगविभागं कृत्वा एवं रीत्या सूत्रद्वयं कुर्मः. प्रथमसूत्रेण द्वितीयान्तं सुबन्तं श्रित अतीतपतितगत अत्यस्तप्राप्त आपन्न एतैः शब्दैः सह समस्यते. द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते. अत्र कस्यापि शब्दविशेषस्य अपेक्षा नास्ति इत्यतः अनेकेषु स्थलेषु समासः सम्भवति. एतादृशः योगविभागः द्वितीया तत्कृतार्थेन गुणवचनेन चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन सप्तमी शौण्डैः इति एतेषां सूत्राणां विषये अपि क्रियते. अतः अत्र योगविभागः इति कथं भवति इति दत्तमस्ति. यथा द्वितीया तत्पुरुषसमासस्य सूत्रं तत्र एकसूत्रैः तु विशिष्टशब्दैः सह एव समासः, परन्तु अन्यत् विभागः भवति. तत्र केवलं द्वितीया सुख् शब्दस्य सुबन्तेन द्वितीयान्तं सुबन्त समर्थसुबन्तेन सुबन्तेन सह समासः भवति इति वयं चिन्तयामः. एतादृश तत्र गीताञ्जलि भगिनी पठतु उदाहरणानि. एतादृशयोगविभागेन अधो दत्तानां समासानां समर्थनं सम्भवति. वेदं विद्वान् वेदविद्वान् वेदयोगः अं विद्वत् योगः सु द्वितीया तत्पुरुषसमासः इति प्रथम उदाहरणं वेदविद्वान् इति समस्तपदं. मदेन अन्धः मदेन अन्धः मदान्धः मदयोगः टा अन्धयोगः सु अत्र टा योजनेन अपि मदान्धः इति तृतीय तत्पुरुषसमासः भवति. धर्माय नियमः, धर्मनियमः इति तु चतुर्थी. धर्माय नियमः, धर्मनियमः, अस्तु क्षम्यतां महोदय. अत्र चतुर्थी तत्पुरुषसमासः धर्मयोगाङ्गे नियमयोगस्तु. तदनन्तरं पञ्चमी तत्पुरुषसमासस्य उदाहरणं द्विजाद् इतरः. द्विजाद् इतरः, द्विजेतरः, द्विजेतरः. द्विज, द्विज इत्युक्ते झण्डा न महोदय? न न न, तत् द्विज अस्ति. द्विज इति द्वितीयं जातं यः, सः द्विजः. ओ अस्तु, द्विज अस्तु. द्विजाद् इतरः, अस्तु. इतरः अन्यतमः, अन्यतमः, अस्तु अस्तु. द्विजः अन्यतमः, अस्तु. द्विजेतरः इति पञ्चमी तत्पुरुषसमासस्य द्विजः विहाय अन्यः, अन्यः, अस्तु. भुवने भगिनी, अत्र द्विजेतरः कथम् आयाति अर्थम् आगच्छतु. द्विज योगः इतरः, द्विजात् योगः इतरः, ये आगच्छति द्विजात्, द्विजात् योगः इतरः. हा, परन्तु अत्र द्विज योगः इतरः न, अत्र द्विजेतरः, य आयोगः इ ए न गुणसन्धि, गुणसन्धि, आम् गुणसन्धि अस्ति. तदनन्तरम् अन्तिमम् भुवने विदितः, तत्र भुवनविदितः न भवन् महोदय, भवन् न दत्तं. हा, भुवनविदितः संसारे यः प्रसिद्धः. भुवन योगङी योगः, विदित योगः सु इति तु सप्तमी तत्पुरुषसमासस्य उदाहरणं. भुवने विदितः, भुवनविदितः. अत्र लुक् भवति, भुवने इति सप्तम्यन्द प्रत्यय लुक् भवति इति कृत्वा भुवनविदितः. तत्पुरुषे कृति बहुलमिन्न बहुलत्वात् कुत्र भवति कुत्र न भवति इति बहुलग्रहणात् भवति. तत्र अस्मिन् उदाहरणे लुक् भवति इति कृत्वा भुवनविदितः इति भवति. तदेव, धन्यवादः. अन्यप्रश्नः नास्ति चेत् विरमामः. उमा भगिनी, प्रश्नः अस्ति वा? अस्तु, can we stop here then? अस्तु, धन्यवादः सर्वेभ्यः. नमस्कारः. It's been Pardon? Only up to here we have studied, that's it. Yeah, right? So next we are going to Shashti Tatpurusha Samasa. That's a Nutana Shabdamati, Nutana. We did Saptami first, no? Mm. Yeah, Saptami we did first because Shashti is very wide and there is a lot of Apavadas and Vishesha Sutrani Santi, Tasmin. Iti Krishtva, Saptami Paditva. षष्टि प्रति विच् वन् डजन्ट् हाव् सूत्र रिमेम्बर् द सूत्र दट्स् मै प्राब्लम् चिन्ता मास्तु भगिनि दट्स् ओके ऐ डोण्ट् ऐ आम् नाट् रैटिङ्ग् एनी संस्कृत बुक् सो यु डोण्ट् हाव् टु वरि अबौट् इट् No, I don't have to worry about it. But here one thing which I have noticed is that in all these Yoga Vibhaka, they are using only the Purva Padam. उत्तरपदस्य योगविभागेन किमपि न कार्यं करोति यदा द्वितीयाश्रिता अतीतपतितगतत्यष्टप्राप्तापन्नैः इति द्वितीयान्तस्य योगविभागं कृत्वा केवलं द्वितीयाय अन्यपदं योजयित्वा द्वितीयतत्पुरुषस्य योगविभागं भवति इति उक्तं किन्तु यदि योगविभागं कुर्यते चेत् केन कारणेन श्रितातीतपतितगतत्यस्तप्राप्तापन्नैः पदानाम् अपि तृतीयापदे तृतीयान्तपदेन चतुर्थ्यन्तपदेन समासं कर्तुं शक्यते वा इति अत्र दत्तम् अस्ति तद् मम प्रश्नः अस्ति तत् अग्रिमवर्गे विद्याभगिनीं प्रति पृच्छामः सो वेन् यु डू योगविभाग बोत् द वर्ड्स् आर् इण्डिपेण्डेण्ट् सो वै नाट् ऐ यूस् ए तृतीयान्तपदं श्रितातीतपदतगतेप्राप्तापन्ने इन् इन् एनी वन् आफ् द वर्ड् यु नो दट् दट् आस्पेक्ट् हस् नाट् बीन् मेन्शन्ड् हियर् लोके सच् पदं दृश्यते वा महोदय लैक् यु आर् सेयिङ्ग् न न दृश्यते चेत् सस्य स्थापनार्थं can we take this as a yoga vibhagam kritva kritam iti see panchami bayena ter panchami yoga vibhagam kritva panchami is it atra dvijat itaraha iti udaharanam dattam asti kintu if you are using bhayam you know chakrena bhayam chakrena chakrad bhayena tena Vyagrad Bhayam is one word. And there you can see, Tritiya also can cause Bhaya, no? But then, Mahoday, these sutras will be Niravakasha, right? There is no need for the sutra, because the Bhayam can be used with anything. So, Bhaya... Or then, any of these specific words no. that have been used, that particular sutra itself is not required, right, then? That is why Sahasopa is the standard sutra where you see such padas. You cannot define that this is the yoga vibhagam kritva tasya samartanam na kartum shakyate. That is shishta acharena Sahasopa padam yojayitva eva drishyate. Not for us to make. But what I'm saying is that when we are doing the yoga vibhaga, the only the purvapadasya vivaranam dattam asti uttarapadasya yoga vibhagasya avashyakata nasti va tatya prasakti asti va iti you know you should clarify when you are giving at the yoga vibhaga only for purvapada we can use that uttarapada cannot be done should be mentioned or uttarapadam also will happen but in that case it is not yoga vibhaga it is sahasupa if that clarity is given then fine right that's yeah. all I think that's okay thank you dhanyavadah namaskar dhanyavad namaste next week we don't have class huh? next week let's not have okay okay yeah dhanyavad